सरलवैयार्णं करोति वा भगिनि? तर्हि अस्माकं करपत्रम् अस्ति यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति कारयतु भगिनि. अस्तु महोदय, गत मङ्गलवासरे आरभितवान् कथं वकारान्तधातो यङ्लुगन्त्य अस्ति तस्य समग्रचिन्तनं कथं भवति, कानि सूत्राणि प्रयुक्तं भवन्ति तत्र. सो यथा तोतुर् वा माम इति ये वकारान्तधातो स्तः तत्र भेदकम् अस्ति. तो सामान्यतया सामान्य सूत्रमस्ति लोपो व्योवलि, तदनन्तरमस्ति रालोप रालाप् रालोप साधु छो शूरनुनासिके चतुर्थ सूत्रमस्ति स्वर ज्वर त्वर स्रव स्रव अव मवामाम् उपधायाम् ऊट् आदेश इति कथम् इति कर्तव्यं. प्रथमं लोपोव्यवलि अस्ति यत्र वकारान्तधातोः अस्ति, तत्र वलि प्रत्याहारे परे अस्ति, कोऽपि विशिष्टकार्यं नास्ति. तत्र यकारवकारयोः अङ्गं यस्य अस्ति तत्र यकारवकारलोपः भवति वलि प्रत्याहारे परे. यदि वकार उपधायां रेफ अस्ति, रेफपरे वकारः अस्ति, तत्र रालोप इति विशिष्टसूत्रम् आगच्छति. वलि लोपो यो वलि तस्य अपवादत्वेन सो रालोप इति कार्यं करोति. यदि रालोप अस्ति तत्र किं निमित्तं भवति झलि अनुनासिके क्विप् क्विप् इति प्रत्यय यदि परे अस्ति तत्र वकारान्त रेफपरे वकारस्य लोप भवति वर्षकारस्य लोप भवति. छो शूद्रानस्य यत् अस्ति तत्र यङ् लुक् प्रक्रियायां महाभाषा यस्ता वदति ऊत् भावेन यत्र धातवः सन्ति तत् छो शूद्रा अनुनासिके तस्य कार्यं न करणीयम्. ऊद्भावेन धातव छो शूनानुनासिके अनेन न करणीयम् इति महाभाष्य वदति. तत् सूत्रं वयं न प्रयोगं करोत् तस्य प्रयोगं न कुर्मः. तदनन्तरं ज्वरत्वरस्वयवीव्यमावाम् उपधायां च एतं सूत्रं विशिष्टसूत्रमस्ति. अत्र वकारान्तधातव यत् अस्ति मव शिव ते एकाच् सन्ति वकारान्त अस्ति हलादि सन्ति अतः तेषां प्रसक्तिः भवति उद्भावेन भवति. अस्ति वकारान्त अस्ति किन्तु अजादि अस्ति तत्र ज्वरत्वर अस्ति सूत्रस्य यङ्लुगन्तधातु अनेन इति प्रक्रियायां कार्यं न भवति इति स्मर्तव्यं. तदनन्तरं वयम् अग्रे कुर्मः. सो माम यदि वयं पुनः कुर्मः महोदय पुनः कृतवान् माम. धन्यवादः भगिनी, सम्यक् आसीत्, सरलरूपेण उक्तवती अहम्. अवगतं भगिनि, अधुना गते सप्ताहे यत्किमपि मम मनसि आसीत् भ्रमः निवारितः किञ्चित्. अग्रे यदि वयं कुर्मः लङ्लकाले कथम् अङ्गं कार्यं प्रथमं भवति अपि यथा ज्वरत्वस्रवति षष्ठमध्ये अस्ति चतुर्थपादे अस्ति हल्याङ्गबुद्धिकाचस्ति सप्रक्तः इति सूत्रं षष्ठमध्ये अस्ति प्रथमपादे प्रथम बाधे अस्ति, सो तत् अङ्गकार्यं अङ्ग अधिकारे नास्ति, सो अपि ज्वरत्वरेत्री परत्वात् तस्य कार्यं पूर्वं कर्तव्यम् इति अस्ति तत्र. पुनः वदतु भगिनि, किम् उक्तवती? ज्वरत्वरस्रवयव्यवहारोपव्यवलि ये अस्ति तेषां श्रुतसङ्ख्या सप्त षष्ठमाध्यायस्य चतुर्थपादे आगच्छति. ज्वरत्वरस्य श्रुतसङ्ख्या अस्ति षष्ठमाध्यायस्य चतुर्थपादे विंशतिसूत्रम्. यदि हल्याङ्गीघातस्य प्रकृतस्य सूत्रसङ्ख्या अस्ति षष्ठमाध्यायस्य प्रथमपादे पञ्च षट् सप्त सप्तषष्टिसूत्रम्. सो द्वयोर्मध्ये यदि लङ्लकारे अमामौ अस्ति अमामौ योगकार द्वयोः प्रसक्तिः अस्ति ज्वरज्वर अपि हल्याङ्गोपि कस्य कार्यं प्रथमं करणीयम् इति परत्वात् ज्वरज्वर इति भवति. अपि ज्वरज्वर इति सूत्रम् अस्ति अङ्गस्य अधिकार तस्मिन् आगच्छति अङ्ग अधिकार, किन्तु हल्याङ्गीघातस्य तत्र अङ्ग अधिकार नास्ति, सो अङ्गकार्यं प्रथमं करणीयमपि ज्वरत्वर इति सूत्रस्य कार्यं प्रथमं कर्तव्यम् इति. अवगच्छामि इति मन्ये भगिनि. अधुना अहं गतस् आरम्भं करोमि वा प्रथम धातोः मामव इत्यस्य? अस्तु प्रयते भगिनि, दोषाः सन्ति चेत् कृपया वदतु. अस्तु मामव् इष् प्रथमं तु मव् इति धातुः अस्ति अत्र तु लोपोव्यवली अपि प्रथमपादे अस्ति षष्ठमध्ये प्रथमपादे, तर्हि तदपि प्रथमम् अङ्गकार्यम् इति मत्वा करणीयं वा? प्रथमपादे अङ्गकार्यं नास्ति लोपोव्यवली, किन्तु ज्वर अल्याङ्गीर्घा तत्र सप्त सप्तषष्टि 67 लोपोव्यवली 65 अस्ति तत्र हल्याङ्गीर्घा. अस्तु तर्हि मव् इति धातुः वकारान्त धातुः अनन्तरं च ऊढ्भावि धातुः, किन्तु किं भवति इत्युक्ते सामान्यस्य अत्र महाभाष्ये उक्तमस्ति यत् ऊड् श्वोः षूड् अनुनासिके च इति सूत्रेण ये ऊड्भाविनः सन्ति तेषां तु यङ्लुगन्तरधातुः मा भवतु इति वदति नास्ति इति, किन्तु अत्र तु मव् इति धातुः विशिष्टसूत्रमस्ति तस्य कृते ज्वरत्वर शिव व्यमेवा उपदायाश इति सूत्रेण उद्भावि भवति मौ धातुः इति कृत्वा अस्य तु यङ्लुगन्तरूपं भवति निश्चयेन भवति इति. तर्हि प्रथमं भवति मौ मौ इति स्वीकुर्मः, प्रथममस्ति मौ योगः यङ् इति विधीयते. किम् अस्ति सूत्रमस्ति धातोरेकाचोः हलादेः क्रियासमभिहारे यङ् इति सूत्रेण, तर्हि मौ योगः यङ् भवति. तदनन्तरं किं भवति अत्र तु यङोचि चैत्यनेन यङ् इत्यस्य लोपः भवति, अनन्तरं संयङोः इत्यनेन द्वित्वकार्य मौ मौ इति भवति, हलादिशेषः इत्यनेन ममौ भवति, अनन्तरं दीर्घोकितः इत्यनेन किं भवति मामौ इति रूपं साधयामः यङ्लुगन्तधातुः. अस्य तु रूप अस्य तु सनाद्यन्तदातवः इति सूत्रेण धातुसंज्ञा अपि विधीयते इति विधीयते. अनन्तरं किं रूपाणि अधुना साधयामः मामौ योगः करोमि वा भगिनि? मामौ योगः ति इति अस्ति. अधुना तु प्रथमं किं भवति इत्युक्ते मौ इति धातुः अत्र तु ज्वरत्वरसिव्यवीमाम् उपधायाश इति सूत्रेण उद्भावि भवति. उपधा यत् अवकारः अस्ति, क्षम्यतां मामौ इति अस्ति मिलित्वा आगच्छति. चिन्तनम्। अस्तु भगिनि, तर्हि भगिनी यथा उक्तम् आसीत् लोपो व्योर्वलि इत्यस्य सन्धि प्रथमं तु वर्णनिमित्तिककार्यस्य प्रसक्तिः भवति, किन्तु तत् प्रभादे अङ्गकार्यं भवति। ज्वर त्वर सिव्यवीमां यवीमा उपादायाश्च इति सूत्रेण ऊट् आगमः भवति। तर्हि अत्र तु उपादायः वर्णः अस्ति, तस्य उटागमः भवति। तर्हि अत्र किं आद्यन्तौ टकितौ इत्यनेन ऊट् इति तु प्रथमं यस्य आगमः अस्ति तस्य आदौ आयाति, आदेशः क्षम्यताम्, आदेशः अस्ति इति कृत्वा उपादायाश्च आदेशः भवति। उपादावर्णः तु अकारः अस्ति, मकार उत्तरवती अकारः, तर्हि अकारस्य स्थाने ऊत् भवति। तर्हि वकारः तु उपादायाश्च नीति उपादवर्णः, किन्तु वकारः उपादवर्णः नास्ति खलु भगिनि, तर्हि अकारः वकारस्य उपादायाश्च स्थाने, अस्तु वकारस्य अनन्तरम् उपादाय, अस्तु अस्तु, तर्हि मामू योगः ति इति भवति खलु, मामू योगः ति। अधुना अस्य पुनः सार्वधातुक अर्धातुकयोः इति भवति वा कार्यम्? आम् भवति, तर्हि भूत्वा मामोति इति भवति रूपम्। अनन्तरं मामू योगः समानविषयः मामौ, क्षम्यताम्, अत्र तु जलिपरे एव कार्यं भवति खलु, तर्हि मामौ योगः इति इत्यस्मिन् तु केवलं मामवीति इति। अनन्तरं साधु वा, अनन्तरं तः इति अस्ति, पुनः समा लोकोपयोर्वलि प्रभाद्य अत्र ज्वर त्वर सिवि अवमाम् अवमवाम् उपादायाशेति सूत्रेण अव् इत्यस्य स्थाने ऊट् आगच्छति, ऊट् आगच्छति। तर्हि मामू योगः तः इति अस्ति, अधुना तु गुणकार्यं निषिद्धं भवति नीति चेति सूत्रेण, सार्वधातुकम् अपि नीति चेति सूत्रेण, तर्हि केवलं वर्णमेलनं मामूतः इति रूपम्। अग्रे अति इति अस्ति, मामौ योगः अति इति अस्ति, अत्र तु अजादि अस्ति किमस्ति प्रत्ययः इति कृत्वा केवलम् अत्र तु गुणकार्यमपि किमपि नास्ति, प्रसक्ति अपि नास्ति, प्राप्ति अपि नास्ति, तर्हि केवलं वर्णमेलनं मामवति इति। अनन्तरं सि इति अस्ति, सि इत्यस्मिन् परे तु पुनः जल्वर्णः अस्ति इति जल्वर्णः अस्ति ननु आं जल्वर्णः अस्ति इति कृत्वा लोपो व्योर्वलि प्रबाद्य वलि अपि अस्ति, तर्हि लोपो व्योर्वलि प्रबाद्य ज्वरत्वर सिव् य वि मा उपादायाश इति सूत्रेण अव् इत्यस्य स्थाने ऊट् आगच्छति, तर्हि अस्तु ऊट् ऊट् ऊट् आदेशः भवति। तर्हि मामू योगः सि, अधुना तु सार्वधातुकार्धातुकयोः इति गुणं भूत्वा मामू अनन्तरं सि भवति, अनन्तरम् आदेशप्रत्ययोः इत्यनेन मामूषि इति भवति। ईषि इति अस्ति, अत्र तु किम् अस्ति किमपि सन्धिकार्यं किमपि नास्ति, अत्र तु केवलं वर्णमेलनं अनन्तरं गुणकार्यस्य अपि प्रसक्ति प्राप्तिः अपि किमपि नास्ति अत्र। तर्हि मामव योगः ईषि मामवीषि इति। अनन्तरं तः इति अस्ति, यथा पूर्वम् उक्तमासीत् समानविषयः अस्ति, अत्रापि मामूथः मामूथ मि इति अस्ति, मि इति मकारः जली अस्ति वा, मकारः जलि नास्ति ननु, जलि नास्ति, अनुनासिक अनुनासिकवर्णः अस्ति, तत्र तु छोः इति यत्र अस्ति तत्रैव किम् अस्ति भगिनि सर्वे रालोप छोषोण अनुनासिके ज्वर स्वर त्रयोः रालोप इत्यस्य प्रसक्तिः एव नास्ति खलु भगिनि न अहं वदामि तेषां निमित्तं ध्वनि अनुनासिके जलि अनुनासिके परे इति भवति अस्तु भगिनि तर्हि अत्र बलि अपि यदि बलि यदि भवती द्रष्टव्य अनुनासिका प्लस् वल् भवति अत्र तर्हि लोपो व्योर्वलि इति प्रभाद्य किं भवति अत्र अत्रापि ज्वर अनुनासिकवर्णः परे अस्ति इति निमित्तेन अत्र तु किम् अस्ति ऊटादेशः भवति औ इत्यस्य तर्हि मामु योगः मी इति भवति सार्वधातुकार्थकोत्पिशतेन मामो मी इति इमि इति वर्णमेलनं मामवीमि अनन्तरं वः इति अस्ति वः इत्यस्य लोपो व्योर्वलि इत्यस्य प्रसक्तिः अस्ति अनन्तरं किम् अस्ति अत्र तु जलि अपि नास्ति अनुनासिके परे अपि नास्ति इति कृत्वा केवलं लोपो व्योर्वलि इत्यस्य कार्यं तर्हि मामौ योगः वः वकारस्य लोपः भवति तर्हि माम वः इति अस्ति यत्र वकालस्य लोपः भवति अन्यकार्यं भवति वा किमपि न भवति अतो दीर्घो अकारान्त अदन्तम् अङ्गं भवति तर्हि अतो दीर्घो यङि इत्यनेन मामावः इति अनन्तरं महपरे तु अत्रापि वल् प्रत्याहारे परे अस्ति किन्तु अनुनासिकवर्णः अपि अस्ति इति कृत्वा अत्र तु ज्वरत्वर इत्यनेन ऊटागमः भवति मामु योगः मह इति भवति अत्र तु अन्यकार्यं किमपि अस्ति वा मामु मह इति भवति न भवति मामु मह इति रूपम् आहत्य गते सप्ताहे मम तु भ्रमः जातः आहत्य पूर्णतया भ्रमः जातः भगिनि सर्वं तु मिश्रणं जातम् अद्य तु सम्यक् धन्यवादः भगिनि अटनार्थम् अग्रे इदानीं कः करोति भगिनि भवती एव किं भगिनि अरुणा भगिनी पुष्पा भगिनी कः वक्तुम् इच्छतः क्षम्यतां भगिनी कार्याने अस्ति वा पुष्पा भगिनी वक्तुम् इच्छति गृहं प्राप्य वदतु भगिनि पुष्पा भगिनी वक्तुम् इच्छति वा लोट्लकारस्य बहुवारं महोदय अस्तु भगिनि भगिनि एकवारं सन्ध्या बन्धि उक्तवती पुनः उत्सवानि अवगतवती वा द्विवारमिति भ्रमात्मकः विषयः अस्ति सर्वे विस्मरामः किमर्थम् इत्युक्ते अधिकतया न आयाति खलु वकारान्तरेफान्तदातः वयम् अधिकतया न पश्यामः अन्यकार्यं वयं पुनः पुनः कृत्वा अस्माकं किञ्चित् समयस्य सम्यक् रैट् तु अतु अन्तु तु ईतु तात् ताम् अतु तात् ताम् अन्तु अतु अतु अतु अतु अतु अतु द्विपकारं भवति इति कृत्वा हा अत्र मामु मामौ योगः तु अत्र वदामः किं तु तत्र गुणकार्यम् आगच्छति सत्यं वा सत्यं भगिनि गुणकार्यं भवति न न तु न तु गुणकार्यं न भवति न कित् कित् नास्ति एकनिमिष भगिनि I'll take a look at the I keep forgetting which one has the pit which is not up is a pit ekanimisha boy kshamita had to go to okay pit asti tataiva atra mamau योगः तु परन्तु अत्र ऊटागमः औ परे ऊट् आगच्छति तत्तु आदेशः अस्ति मामू योगः तु अत्र गुणकार्यम् आगच्छति पुगन्त सार्वधातुकार्धधातुकयोः इत्यनेन तदेव सार्वधातुकार्धधातुकयोः न पुगन्तलघुपदस्य पुगन्तलघुपदस्य तद् सूत्रं इदानीं शृण्मः परन्तु मम मनसि नास्ति प्रश्नः सन्ति चेत् कृपया सल्ला भगिनि मामू तर्हि मामौ इत्यस्य प्रथमं यथा भगिनी उक्तवती किम् अस्ति लोपो व्योर्वलि इत्यस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः न भवति किमर्थम् इत्युक्ते अत्र पुनः राल्लोपः इत्यस्य प्रसक्तिः प्राप्तिः नास्ति किन्तु लोपो व्योर्वलि इत्यस्य प्रसक्तिः अस्ति किन्तु प्रभाद्य ज्वर त्वर इति किमर्थम् इत्युक्ते जलि परे अस्ति तकारः जलि परे ज्वर त्वर सिव्यवीमा उपदायाश इति मवाम् उपदायाशेति मवाम् इति शैत्यनेन ऊटागमः भवति तर्हि किमस्ति मामू योगः तु इति अस्ति मामू तु इति भवति क्षम्यतां क्षम्यतां पुगन्तलघुपदस्य सार्वधातु सार्वधातु अधुना मामोतु अन्ते करोमि करोमि करोमि मामवीतु अत्र ईतु अजन्त अस्ति तथैव अत्र गुणकार्यं न भवति मामवीतु तात्तु मामूतात् अत्र गुणकार्यं न भवति मामूतात् तां तु मामूताम् अतु मामवतु ही तु हि हेर्दिः क्षम्यतां हेर्दिः तद् तत् कार्यं करोति न भगिनि सूत्रद्वयस्य प्रसक्तिः अस्ति हूजल्भ्योर् हेर्दि अस्ति अनन्तरं ज्वर त्वर इति अस्य अपि भगिनि हूजल्भ्यो हेति प्रसक्तिः नास्ति वकार जलि नास्ति जलि नास्ति आमामां सत्यं तर्हि केवलं ज्वर एव ज्वरत्वर अत्र जल् प्रत्याहारः नास्ति न जलि अस्ति जलि जलि मामोहि न मामूहि मामूहि गुणकार्यं नास्ति मामूहि मामूतात् सम्यक् मामूहि मामूतात् मामूतं मामूता आनीतु मामोवानि अजन्तः अत्र तु अत्र न कार्यं कार्यं न करोति मामवानि मामवाव मामवाम लङ्लकारः करोमि करोमि एतदपि मम पर्यायः नास्ति वा लङ्लकारः करोतु. अस्तु भगिनि, अत्र मामौ योगः इति अस्ति. अत्र तु किम् अस्ति, लोपो व्योर्वलि इति अस्ति, तद् तत्तु हल् सन्धिकार्यम् अस्ति. अनन्तरं तदनन्तरं हल्याभ्यो दीर्घस्य पृथक्तं हल् इत्यस्य अपि कार्यम् अस्ति. अनन्तरं ज्वर त्वर इत्यस्य अपि प्रसक्तिः अस्ति. किञ्च यथा भगिनी किञ्चित् पूर्वम् उक्तवती आसीत्, हल्याभ्यो दीर्घस्य पृथक्तं हल् इति विषयः तु अङ्गकार्यं नास्ति इति कृत्वा ज्वर त्वर इत्यनेन ऊट् आगमः भवति. मामु योगः इति भवति, तदा तु सार्वधातुक अर्धातुकयोः इत्यनेन गुणकार्यं भूत्वा मामोत् इति भवति. अमामोत् ईत् इति अस्ति वर्णमेल अमामवीत् इति आगच्छति. अत्र तु केवलं वर्णमेलनमस्ति, पदान्त आमां विकल्पेन अमामोद् भवति इति अस्ति, केवलं वर्णमेलनं. अमामवीत् अमामवीद् इति रूपद्वयम्. अनन्तरं ताम् इति अस्ति, अत्र तु गुणकार्यमिश्रणं भवति, ऊट् आगमः अपि भवति. तर्हि अमामूताम् अमा उः इति अस्ति, केवलं वर्णमेलनम् अत्र. अमामौः अनन्तरं सकारः अस्ति अत्र, स इति प्रत्ययः अस्ति. तत्रापि किं भवति, अत्र तु लोपोव्योर्वलि प्रभाद्य हल्याभ्यो दीर्घसुतस्य प्रथम हल् अपि प्रभाद्य ज्वर त्वर, पुनः वदामि, ज्वर त्वर सिव्य सिव्य भीमवाम् उपदायाश इति सूत्रेण ऊटागमः भवति. तर्हि अमामु योगः प्रत्ययः इति प्रत्ययः अस्ति, स इति प्रत्ययः, अत्र तु गुणकार्यं भवति. तर्हि अमामो इति भवति. तदनन्तरं सकारस्य तु करवसा किम् अस्ति, सशुरुः अनन्तरं करवसादयोरुसर्जिनिः इत्यनेन विसर्गः भवति. तर्हि अमामोः इति रूपम्. आदेश अत्र पश्यामः, करवसानयोर्विसर्जनीयः इति ससशुरुः इति भवति. अनन्तरं सूत्रद्वयस्य प्रसक्तिः अस्ति, ससशुरुः इत्यस्य प्रसक्तिः अस्ति, आदेशप्रत्ययोः इत्यस्यपि प्रसक्तिः अस्ति, खलु? न करोति. तदेव भगिन्याः प्रश्नः अस्ति, किम सूत्रसङ्ख्या विसर्गः एव. ससशुरुः इति सप्तम अध्यायस्य अष्टम अध्यायस्य द्वितीयपादस्य पादे आयाति, तृतीयपादे अस्ति ससशुरुः. आदेशप्रत्ययो तृतीयपादस्य नवपञ्चशत् सूत्रमस्ति, पञ्चादश अस्ति, सो पूर्वता सिद्धमिति कारणेन ससशुरुः पादसप्ताध्यायी अस्ति वा? त्रिपादी एव अस्ति, किन्तु पूर्वत्र सिद्धम् इति अस्तु. अनन्तरम् आसीत् किमस्ति, ईः इति अस्ति, अमामवीः इति रूपं, तम् इति अस्ति, पुनः पूर्वं यथा उक्तम् ऊटागमः भूत्वा अमामूतम् अमामूत, अम् इति अस्ति, अम् इति प्रत्ययपरे किं भवति, केवलं वर्णमेलनं. आमामवम् इति, अनन्तरं व इति अस्ति, अत्र तु लोपो व्योर्वलि इत्यस्य प्रसक्तिः अस्ति, किन्तु राल्लोप इत्यस्य प्रसक्तिः नास्ति, ज्वरत्वर इत्यस्य प्रसक्तिः अपि नास्ति, जलि नास्ति. तर्हि इति कृत्वा लोपो व्योर्वल इति एकस्य एव प्रसक्तिः प्राप्तिः च. तर्हि अमाम योगः व इति अस्ति, अधुना अदन्तम् अङ्गं भूत्वा अतो भगिनि अमामु अत्र उटि भगिनि लोपो व्योर्वलि लोपो व्योर्वलि कार्यं कृत्वा पूर्वं यथा अतो दीर्घो यज्ञि इति सूत्रेण दीर्घ आदेशः भवति. तर्हि अमामाव अनन्तरं म इति अस्ति. अत्र तु लोपो व्योर्वलि इत्यस्य प्रसक्तिः अस्ति, किन्तु अनुनासिक आदिप्रत्ययः अस्ति इति कृत्वा, अनुनासिके परे अस्ति इति कृत्वा, ज्वर त्वर सीव्य विमवाम् उपदायाश इति सूत्रेण अत्र तु उटागमः भवति. आमामु योगः म इति अस्ति, अत्र तु अन्य किमपि कार्यम् अस्ति नास्ति. अमामूम इति किमर्थं हल्नाभ्यो दीर्घात् सूत्रं न कार्यं करोति तकारलोपः? पूर्वसूत्रम् अङ्गकार्यं नास्ति इति वर्णनिमिति अङ्गकार्यं नास्ति. एकनिमिष, अत्र ईत् विषये द्वि रूपं उक्तं, किं किं ईत् ईत् अनन्तरम् ईत् इति पुनः तकारस्य दकारः भवति जलाञ्ज भगिनी एव स्मारितवती दकारः भवति इति कृतमस्ति. विधिलिङ्ग वदति वा अरुणा भगिनी? अस्ति वा? आं भगिनि, गृहं न गतवती. अरुणा भगिनी अपि स्मर्तव्यं यथा ऊट् आगम आगच्छति प्रथमं, तदनन्तरं तकार हल्याङ्गौ दीर्घात् तस्य प्रसक्ति नास्ति, कारण कि हल् नास्ति. इदानीम् अजन्तङ्गं भवति अमामु, तत् इदानीं प्रसक्ति न भवति. धन्यवादः भगिनि, अवगतम्. अत्र अप्वित् अस्ति, यात् यातां युः, मामव् योगः यात् मामव्यात् मामव्यातां. न न भगिनि, अत्र लोपो व्योर्वलि इत्यस्य प्रसक्तिः अस्ति वा द्रष्टव्यं प्रथमं तु. नास्ति भगिनि, नास्ति. अस्तु, तर्हि आशम्यता. अत्र नास्ति, न न चिन्ता वदनं क्षम्यतां शक्नोमि. एतद् जल अपि नास्ति अत्र, अपित् अस्ति, तथैव यकारः गुड् ओके. किं यकारः कोऽपि नास्ति, कोऽपि कार्यं नास्ति, निमित्तं नास्ति. तथैव मामव्यात् एकनिमिषं मामव्यात् मामव्यातां मामव्युः मामव्याः मामव्यातं मामव्यात मामव्यां मामव्याव मामव्याम. अस्तु भगिनि, अग्रिमधातोः भगिनी रूपं कथं वा यङ्ग्लुगन्तरूपं साधयामः इति वदति चेत् किं किं धातुः किं ज्वर् इति धातुः ज्वर् अत्र तु कोऽपि ज्वरत्वर एव कार्यं करोति. न प्रथम आरम्भतः यङ्ग्लुगन्तधातुनिर्माणे. ओ दत् तत् एकनिमिष तदेव न सम्यक्तया न वदामि, तथैव मया करणीयम्. अस्तु, तत्र किं कार्यं करोति इति यङ्ग्लुकि तदेव कार्यं करोति न भगिनि? प्रथमतया प्रथमं तु भवति अत्र ज्वर् इति रेफान्तधातुः अस्ति, रेफान्तधातोः चिन्तनं करणीयं खलु अस्माभिः. रेफान्तधातूनां प्रथमं किम् अस्ति, यङ्ग्लुगन्तधातुः भवति वा चिन्तनं करणीयं. किम् आसीत् अस्माभिः पूर्वम् उक्तमासीत् खलु? भवति वा? भवति भवति न जज्वर् जाज्वर् तत्तु जकारः निर्माणं तदेव मनसि नास्ति तदैव मया करणीयं एकनिमिष भगिनि क्रियासंहारे क्रियासमभिहारे खलु धातौ एकवारं वदतु भगिनि एकवारं वदतु भगिनि धातोरेकाचो धातोः इति धातोर्भवति धातोरेकाचो क्रिया हलादेः क्रियासंविहारे यङ् इति क्रियासंविहारे यङ् तत्तु यङ् लुकि आगच्छति ज्वर् ज्वर् इति अस्ति अत्र ज्वर् ज्वर् अस्ति परन्तु न न प्रथमसोपाने तु तत् सर्वं न भवति केवलं यङ् विधानं भवति अनन्तरं यङोचि चयनेन यङः लुक् अपि भवति प्रथमसोपाने एव तदेव तदेव यङ्गो यङ्ग् यङ्गोचि च तत्र ज्वर् इति न न केवलं ज्वर् इत्येव तिष्ठति यङोचि च इति यङः लोप भूत्वा केवलं ज्वर् इत्येव तिष्ठति ज्वर् इति यङन्तधातुरूपेण तिष्ठति तदा किं भवति यङन्तः अस्ति इति कृत्वा संयङोः इत्यनेन द्वित्वं भवति ज्वर् ज्वर् इति भवति संयङ्गोः अस्तु ज्वर् ज्वर् न न ज्वर् ज्वर् इति कृत्वा अनन्तरं हलादिशेषः इत्यनेन जज्वर् भवति जज्वर् भवति परन्तु अत्र उपधा तत्र दीर्घोकितः इत्यनेन जाज्वर् जाज्वर् दीर्घोकितः अस्तु तद् जाज्वर् अस्तु सर्वे मन एकवारं मनसि वदामि परे तिष्ठति अत्र परे किं कार्यं करोति जाज्वर् रेफः आगच्छति न भगिनि रेफः रेफः लोपः राल्लोपः इत्यनेन प्रसक्तिः अस्ति न राल्लोपः तु नास्ति खलु रेफात् परे सकारः नास्ति इति कृत्वा राल्लोपः इत्यस्य नास्ति प्रसक्तिः रेफात् परे वकारः नास्ति वकारः वा चकारः वा अस्ति चेत् राल्लोपः भवति किन्तु कार्यमस्ति किन्तु लोपो व्योर्वलि इत्यस्य प्रसक्तिः अस्ति जाज्वर्योगति इत्यस्मि किन्तु तत् प्रभाग्य ज्वर त्वर इति आगमः भवति इति सूत्रेण ऊटागम जाजूर् सम्यक् वा रेपः न भवति रेपस्य अपि अन्तिमवर्णस्य अपि गच्छति रेपः गच्छति भगिनि रेप न गच्छति वकार स्थाने ऊटागम जाजूर् इति भवति जाजूर् औ औ अस्ति जाजौ ज्व अत्र अकारः अपि अस्ति अवकारः अपि अस्ति तथैव औ औ स्थाने आदेशः जाजूर् योगः ति अत्र जाजूर् तत्तु हलन्तम् अस्ति हलन्तमस्ति उपधाया तु दीर्घ ऊकारः अस्ति तथैव कोऽपि ति तु भगिनी अत्र मम प्रश्नः अस्ति भगिनि, अत्र ऊट् आगमस्य आदेशे यत् भवति सूत्रे एवं दत्तमस्ति ज्वर त्वर सिवि अव मव इत्येतेषाम् अङ्गानां वकारस्य उपदायाशस्थाने इति अस्ति। ओ अत्र तु उपदावर्णः अकारः अस्ति, अनन्तरं वकारः तु अकारात् अनन्तरम् अकारः अस्ति इति कृत्वा वकाराकार व इत्यस्य स्थाने ऊटागमः भवति वा, तर्हि जाजूरति इति जाजूर् भगिनि महोदय स्पष्टं कृतवान्। किं भगिनि ममपि भ्रमा आसीत् रेफस्य अपि अपगमनं भवति सौकवान् न वकार उपधायां उत्कृष्ट अकार वकार अकार तयोः मिलित्वा ऊट् आगमः अस्ति रेफ तत्र उत्कृष्ट अत्र गुणकार्यमस्ति जाजोर्ति न भवति क्षम्यताम् उपदाय तत् उपदाय जाजूर्ति एव न न न हलीच इत्यनेन नास्ति वा न भगिनि हलीच नास्ति ऊकारः नास्ति ऊकारः आम् दीर्घ उकारस्य पुनः उकारः न भवति वा न किं भवति रेफान्त रेफान्त धातो परे यदि हल् वर्णः अस्ति तत् एकवर्ण ह्रस्वस्य दीर्घतं भवति उपधायां च भवति यदि रेफ न न न दृष्टिः तु सर्वत्र पतति खलु भगिनि न भगिनि एकनिमिषं रेफवकारान्तदातोः हलीच इत्यस्य सूत्रस्य पठामि रेफवकारान्तदातोः उपदाभूतस्य इक् वर्णस्य हल् वर्णे परे दीर्घादेशः भवति इति अत्र यद्यपि आदौ एव दीर्घः अस्ति तथापि वृष्टिः तु सर्वत्र पतति इति कृत्वा हलिचकस्य कार्यं भवति कार्यं न करोति किम् इति वदनेन दीर्घ ऊकारः आं भगिनि दीर्घ ऊकारस्य इति प्रत्येकग्रहणेन ह्रस्वस्य अपि ग्रहणं भवति दीर्घस्य अपि ग्रहणं भवति अत्र तु ह्रस्व इति न उक्तमस्ति सूत्रे केवलम् इकः दीर्घः इति एव उक्तमस्ति ह्रस्व लघु इकः इति न उक्तमस्ति यदि उक्तमासीत् चेत् तर्हि लघु इत्यस्य दीर्घः भवति अत्र तु केवलम् इति एव उक्तमस्ति तर्हि हलिचति प्राप्तिः भवति किं भगिनि इदानीं वकारलोपः अभवत् ज्वरकारणेन न भगिनि रेपः अन्ते अस्ति खलु रेपान्तदातूनामपि तथा हलिचति प्रसक्तिः न भगिनि अत्र वकारस्य स्थाने बकारः गतं भगिनि बकारस्य त्यजतु जाजूर् योगः यस्मिन् रेफान्तदातुः अस्ति वा केवलमेव वदामि जाजूर् योगः इति रेफान्तदातुः अस्ति वा पर्जन्यवत् भवति आम् जाजूर् इति रेफान्तदातुः अस्ति उपदा इक् वर्णः अस्ति अनन्तरं हल् परे अस्ति इति कृत्वा हलिश इत्यस्य कार्यं भवति आं भगिनि वृष्टिः तु सर्वत्र पतति खलु तदेव वदामि परन्तु अत्र न करणीयम् अस्माभिः खलु तादृशं महोदय उक्तं तद् न करोति इति न भगिनि न करोति इति उक्तवान् तद् सूत्रं किं वद त्वं उक्तं न तद् न कार्यं करोति इति सम्यक् सरला भगिनि भगिनि प्रश्नं पृच्छति किन्तु सरला भगिन्या उत्तरार्थम् उत्तरं न शृणोति एव वदतु भगिनि एकनिमिषं भगिनी कोऽपि वर्गे न उक्तवान् हलि इति अहं चिन्तयामि. भवती साधु भव्या भगिनी भवती साधु भवती वदति पर्जन्यवत् भवेत् साधु हल् भगिनी अत्र प्रश्न उद्घाटयति परन्तु स्पेसिफिकली टोल्ड् किमर्थं न भवति इति वदति चेत् तदेव वदामि तत्र आदेशः न ऊकारः आदेशः न तथैव तद् न कार्यं न करोति. किमर्थम् इति वर्णित हलीश इति वर्णनिमित्तिकं कार्यम् अस्ति खलु भगिनि. अत्र तु दीर्घवा ह्रस्वः इति किमपि नास्ति, केवलं वर्णनिमित्तं कार्यम् अस्ति. अत्र उ वर्णः अस्ति इति कृत्वा तस्य तु भवति एव. तद् आदेश न तद् प्रथमतया वकार भगिनि. उदाहरणार्थं वदामि, तृ धातोः लटिरूपं भवति खलु, तृयोगः इति अस्ति यत्र कर्मणे प्रयोगे वदामः चेत्, तदा किं भवति तृ धातोः यक् प्रत्ययः मध्ये भवति, तत्र तृ इत्यस्य तु तिर् इति भवति ऋतै धातोः, तदनन्तरं तिर्योगः यते इति भवति. अधुना यद्यपि आदेशं भूत्वा एव इकारः आगच्छति, अत्रापि इकारः आदेशरूपीकारः अस्ति, तथापि तत्र किम् अस्ति हलीच इत्यनेन दीर्घादेशः भूत्वा तीर्यते इति भवति. अत्र अष्टादयदत्तम् उदाहरणरूपेण पर्जन्यवत् सर्वत्र पतति, यथा भूधातोः अनन्तरम् आर्धातुकप्रत्ययः किमपि अस्ति चेत् तत्र तु भू इत्यस्य पुनः ऊकारस्य ऊकारः किम् अस्ति तत्र तु गुणकार्यं भवति, भिन्नकार्यं चिन्तयतु. अत्र तु ऊ इत्यस्य स्थाने पुनः भवति भगिनि दीर्घादेशः. परन्तु अत्र ऊकारः एव पुनः आदेशः भवति, तदेव वदामि भगिनि, तदेव आदेशः. आम् पुनः तदेव आदेशः भवति. तत्तु जाजूर्ति जाजूर्ति इति तु जाजुरीति तः किं भवति जाजुरीति न अत्र ऊटागमः जाज्वरीति नाभ्यस्तस्य अचिपिति सर्वदातके इति गुणकार्यं प्रसक्ति नास्ति तत्र केवलं वर्णमेलनं प्रसक्तिः नास्ति. किमर्थम् इत्युक्ते जलिपरे वा अनुनासति अत्यन्तम् अस्ति अत्र ज्वर ततः ज्वरत्वरा कार्यं करोति तथैव जाजाधिप्रत्यये भगिनि किमर्थम् अपि अजाधिप्रत्यये सः कार्यं करोति जाजूतः जाज्वरति सि तु अत्र कार्यं प्रथमतया ज्वरत्वरा तत् कार्यं करोति जाजूर् सि अत्र जाजोर् न कार्यं कार्यमस्ति वा लघु अस्ति चेदेव भवति जाजूर् सि हली च भवति भगिनि सार्धातुक आर्धातुकस्य अपेक्षया हलि च भूत्वा जाजूर् इति पुनः भूत्वा अनन्तरं सि इत्यस्य आदेशप्रत्ययो जाज्वरीषि जाजूर्थः जाजूर्था मी तु अनुनासिकः तथैव किम् अस्ति तत्र अनुनासिके इतर एतद् कार्यमस्ति न किं किं भगिनि ज्वरत्वर इति सूत्रेण ज्वरत्वरवां विम् अवाम् उपदेश अवाम् उपदाय अवाम् उच्चागम तत्तु जाजुर्मि सम्यक् जाजुर्मि अस्तु ईमि तु जाज्वरीमि वह वहतु अत्र राल्लोपः अस्ति वा तत्र न लोपोर्व्योल्वरि एव न कार्यं करोति न रेफान्ते अस्ति रेफान्ते अस्तु तस्य जाज्वर्वः जाज्वर्मः सम्यक् मकार अनुनासिक तत् जाजूर्मः जाज्वर् इति यत्र भवति जाज्वर्वः इति भवति तत्र तु उपदायां च इति भवति खलु यत्र धातोः उपदाभूतौ हल्परौ रेफवकारौ ताभ्यां पूर्वस्य एकवर्णस्य अपि दीर्घादेशो भवति इति अस्ति उपदायां चेति सूत्रम् अत्र दीर्घः एव हलि अस्ति खलु भगिनि हल् वर्णः अस्ति खलु व्यञ्जनमस्ति व्यञ्जनमस्ति हल् इत्युक्ते व्यञ्जनमस्ति खलु जल् नास्ति हल् उपदायांश इति हल् अस्ति तर्हि व्यञ्जनमस्ति इति कृत्वा उपदायांश इत्यस्य अत्र अत्र उक्तमस्ति धातोः अन्तिमवर्णः हल् वर्णः कार्यं न करोति न प्रायः उपदायांश न भवति एव इति मन्ये क्षम्यतां किमर्थम् इत्युक्ते धातोः अन्तिमवर्णः हल् वर्णः प्रत्ययस्य अस्ति धातुः तु तर्हि रेफान्तधातुः तर्हि हलीच इत्यस्य प्रसक्तिः नास्ति खलु पुनः हलीच इत्यस्य प्रसक्तिः भवति हलिपरे रेफवकारान्तधातूनाम् उपदायः इक् वर्णस्य दीर्घः भवति हलिचति जाजूर्वः इति एव भगिनि तर्हि प्रसक्तिः आमां किमपि नास्ति जाज्वर्वः इति भवति वा जाज्वर्वः अत्र खलि च कार्यं भवति जाजूर्मः इत्यस्मिन् लोट्लकारस्य रूपाणि वदामि वा भगिनी आगतवती वा गृहम् अरुणा भगिनी आं भगिनि वदति वा जाज्वर् हस्तु तु इति पित् अस्ति हलादि अस्ति जलः अस्ति ततः जर जरत्वरस्य विमावाम् उपदाय आश्रितसूत्रेण अवस्थाने ऊटागमः भवति जाजूर् युहत्तु तु उत्पित् अस्ति गुणकार्यं नास्ति केवलं दीर्घ उपदायवर्णः जाजूर् जाजूर्तु ईतु अत्र वर्णमेलनमेव जाजुरीतु जाज्वरीतु जाज्वरीतु तात् अस्ति अत्रापि ऊटागम् आगच्छति गुणकार्यं नास्ति जाजुर्तां जाज्वरतु जाज्वरतु हि अस्ति हल् अस्ति कल्या अरे गतगति भगिनि धि आगच्छति किन्तु ओके हि हल् अस्ति ततः ज्वरत्वरसीव्यवि मवाम् उपदायास्तु सूत्रेण उत् आगम उट् आदेशः तात् अस्ति जाजुर्तात् जाजुर्थं जाजुर्त आनि अत्र वर्णमेलनमेव जाज्वराणि आव जाज्वराव आम अपि जाज्वराम अडागम भवति अजाजो अजाजयोग तकार इदानीं ज्वरत्वर इति अङ्गकार्यं भवति षष्ठमध्ये अस्ति चतुर्थपादे अस्ति हल्याङ्गिभोगीघात् इति षष्ठमध्ये प्रथमपादे अस्ति तत्र अतः ज्वरत्वर इति परत्वात् अपि अङ्गाधिकारे भूत्वा तस्य कार्यं प्रथमं भवति सो वकार उपधा तिष्ठ अकारस्य स्थाने ऊटादेश भवति जाजुर् योगत् भवति इदानीं हल्याङ्गिभूतिघात् सुचिशकृत् लेफ इति हल् अस्ति इदानीं तस्य प्रसक्तिः भवति हल्याङ्गबोधिघात् सुचिस्य प्रक्तः अनेन चकारस्य लोपः भवति जाजूर् भवति इदानीं खरवसानयो विसर्जनी अनेन रेफस्य स्थाने विसर्ग आगच्छति अजाजुः इति भवति तदनन्तरं यत् ईत् अस्ति केवलं वर्णमेलनं भवति अजन्तम् प्रत्यय अजन्त प्रत्ययः अस्ति अजाजीत् इति भवति अजजारीत् तदनन्तरं जलाञ्जशन्ति अनेन रूपं भवति अज्वजारीत् वावसाने पुनः अजाज्वरीत् इति आगच्छति यत्र ताम् अस्ति पुनः ज्वरत्वर अनेन सूत्रेण तत्र ऊटागमः भवति सो अजाजूताम् इति भवति उः तत्र केवलं वर्णमेलनं भवति अजाज्वरुः यत्र सकार अस्ति पुनः यथा प्रथमपुरुषे प्रक्रिया भवति तथैव प्रथमं ज्वरत्वर अस्य कार्यं भवति ज्वरत्वर स्त्रिवयवि मवाम् उपधायां च इति सूत्रेण सकार अजाजु अजाजु योग सकार पुन हल्याङ्गभूतिगातसुति प्रक्त हल् अनेन सकारस्य लोक अज्वजाजु भवति खरवसानयो विसर्जने ज्ञानेन अजाजुः इति आगच्छति ई अस्ति अज्वाज्वरीः समानकार्यम् अजाजूर्तम् अजाजूर्त अत्र अहम् अस्ति तत्रापि वर्णमेलनं भवति अजाज्वरम् अजाज्वरं वा यत्र मा अस्ति अत्र अनुनासिकपरे अस्ति सो ज्वरत्वरणेन ऊटागम सो अजाजूर्म इति भवति विधिलिङ्गे अपि यात् इति खलु नास्ति अनुनासिक नास्ति अतः ज्वरत्वरणे सूत्रस्य कार्यं न भवति केवलं वर्णमेलनं भवति ज्वाज्वर्यात् ज्वाज्वर्यातां ज्वाज्वर्युः ज्वाज्वर्याः ज्वाज्वर्यातं ज्वाज्वर्यात ज्वाज्वर्यां ज्वाज्वर्याः ज्वाज्वर्याम इति भवति. अरुणा भगिनी नूतनधातूनां करोमि भगिनि. कृष् धातु कृष् कृष् तदनन्तरं कुहोश्चुः इति सूत्रेण ककारस्थाने चकारः आगच्छति कृष् हलादिशेषः इत्येन केवलं थ्रु एव अवशिष्यति. प्रथमं तु हलादिशेषं भवति खलु चिन्ता नास्ति हलादिशेषः भवति अनन्तरं चोकृष् क्षम्यतां चूकृष्णोयन् यूट्यूब् वर्तागल् वा पुष्पभगिनी म्यूट् वदतु. चोकृष् धातु सनाद्यन्तधातुः सूत्रेण धातुसंज्ञा अस्ति. चोकृष् योगः अस्ति अत्र अति जल अस्ति व्रश्च भ्रश्च इति सूत्रेण शकारस्थाने शकार मध्यमशकारः आगच्छति. आं भगिनि भ्रश्च भ्रश्च सृज मृज यज रजांशः चोकृष् योगः इति किं सूत्रम् आगच्छति सहायं चुनास्तु एव चुनास्तु सूत्रेण तकारस्थाने तकार चोकृष्टि इति रूपं भवति चोकृष्टि भगिनि. आं भगिनि अग्रे आचार्य शिक्षिका सरला भगिनी अस्ति इति अस्ति अत्र गुणनिषेधः केवलं वर्णमेलनं चोकृषीति केन सूत्रेण अनाभ्यस्तात् अचि अनाभ्यस्तात् अचिपिति सर्वदाति सूत्रेण गुणनिषेधः. आं भगिनि सः अपि जल् अस्ति अपित् अस्ति गुणकार्यं नास्ति. चोकृष् सकार पश्च पश्च इत्यत्रेण सकार सकारस्थाने मूर्धनिषकारः चोकृष् स्तुत्व स्तुत्वसन्धि चोकृष्टतः चोकृष्टः चोकृष् अति अस्ति वर्णमेलने एव चो प्रथमं शकारः आगच्छति चोकृषति हि अस्ति अत्रापि शकार स्थाने मुद्दनशकार सहायं भगिनि सकार ओ सकार सुनाश्चुः इति सूत्रेण नष्टुनाश्चुः एव समानकार्यं प्रथमं भवति न पुगन्तलघुपदस्य प्रथमं भवति कारणकि अङ्गकार्यमस्ति पुगन्तलघुपदस्य समाध्याय अस्ति गुणकार्यं प्रथमं भवति तदनन्तरं वर्षभ्रष्टनेन शकारस्य स्थाने मूर्धन्येन शकारः आगच्छति चक्रोषमसि तत्र अन्यसूत्रमस्ति षडोकः सि सकार यदि परे अस्ति सकारस्य स्थाने ककारः आगच्छति मूर्धने सकारस्य स्थाने ककारः आगच्छति चक्रोषि भवति ईषि अत्र वर्णमिलमेव चोकुषिभ्रष्टभ्रष्टसूत्रेण शाखा मूर्धन्य मूर्धशकार न आगच्छति जलवर्णः न चोकृषिः या चोकृषि ईषि सः जलवर्णः ततः गुणकार्यं नास्ति अपित् अस्ति चो भ्रष्टभ्रष्टसूत्रेण मूर्धन्यशकार चोकृष्ठः स्टुनास्तु स्तः तत्सृतः ठकार चोकृष्ठः चोकृष्ठ चोकृष्यवहमि अनुनासिकवर्णः सम्यक् अत्र मी जल् नास्ति के गुणकार्यं भवति चोकृष्मि वः वः चोकृषि वल्लपि जल् नास्ति केवलं चोकृष्वः चोकृष्मः भगिनि आमां धन्यवादः समीचीनम् कः करोति अहं करोमि भव्या भगिनि करोतु लोट्लकारः चोकृष् योगः तु अत्र चोक्रोष्टु अत्र गुणकार्यम् आगच्छति न उकारस्य ओकारः न चोक्रोष्टु चोकृषीतु अत्र गुणकार्यं नास्ति क्षम्यताम् एकनिमिष चोकृष्टु अत्र अष्टुनाष्टुः इत्यनेन अष्टु तकारः आगच्छति न प्रथमं भ्रष्टभ्रष्टसृजराज अनेन कालव्यशकारस्य स्थाने मूर्धन्यशकारः परे तु तकारस्य मूर्धन्यतकारः आगच्छति शकारस्य प्रभावेन मूर्धन्यशकारस्य प्रभावेन तथैव चोक्रोष्टु सम्यक् सम्यक् चकारः मूर्धन्यतकारः अत्र ईतु तु गुणकार्यं न करोति चोकृषिसूत्रेण अश्वर्णः अस्ति तथैव परन्तु सूत्रं किं सूत्रं किं मया न सार्वदातके परे नाभ्यस्ताचि न नाभ्यस्ताचि न सम्यक् वा नाभ्यस्ताचि नाभ्यस्ता नाभ्यस्तात् अचि सर्वसार्वधातुके अस्तु तथैव तत्कारणेन गुणकार्यं नास्ति तत्र चोकृषितु तदेव तिष्ठति तात्तु जल्वर्णः अत्र चो गुणकार्यं नास्ति चोकृष् शकारः मुद्रणशकारः आगच्छति तत् प्रभावेन तकारस्य तकारः आगच्छति चोकृष्टात् रूपं द्वयं भवति तात् चोकृष्टात् चोकृष्टाद् तां चोकृष्टां तदेव कार्यं करोति अतु तु चोकृषतु हि जल्यो हेर्भिः कार्यं करोति अत्र हि स्थाने डी आगच्छति अत्र मूर्धन्यषकारः अस्ति गुणकार्यं नास्ति चोकृष् योगः धी चोकृष् अत्र तत् प्रभावेन शृणाश्न किम् अत्र दकारः आगच्छति प्रथमं भूजल्भ्यो हेदि तदनन्तरं भ्रष्टभ्रष्टसृजराजनेन तालव्यशकारस्य मूर्धन्यषकारः मूर्धन्यषकारः तदनन्तरं झलाञ्झषि अनेन दकारः आगच्छति तदनन्तरं षकारस्य परिवर्तनम् अस्ति श्चिनाष्टुः इत्यनेन क्षम्यताम् एकनिमिषम् किम् आगच्छति डकारः न मूर्धन्यदकारः एव चोकृडि चोकृडि डि डकारः डकारः न डकारः अस्तु परे तात् अस्ति अत्र चोकृष्टात् तकारः मूर्धन्यतकारः चोकृष्टात् एक ओके चोकृष्टात् चोकृष्टं चोकृष्ट आनि चोकृषाणि चोकृषाव चोकृषाम सम्यक् क्षम्यतां भगिनि मध्ये सरला भगिनि एकः प्रश्नः जलां झषि सूत्रं कार्यं झषि अस्ति चकार झषि अस्ति वर्गीय चतुर्थ वर्गीयचतुर्थवर्णचक झ ध अस्ति न झषि इति आगच्छन्ति झषि भ घ ढ दश धकार परे अस्ति झल् अन्ते झल् अस्ति शकार झलि अस्ति शकारस्य स्थाने यथा झलान् झषन्ति झष् आदेश झष् तृतीयवर्ण आगच्छति तत्र सो शकारस्य स्थाने मूर्धनिषकारस्थाने ढकार आगच्छति झलान् झषि झल् प्रथमं भवेत् पूर्वं तदनन्तरं यदि परे झषि अस्ति वर्गीयचतुर्थवर्ण झल् स्थाने वर्गीयचतुर्थीयवर्ण आगच्छति यथा जलाञ्चशुन्ति अस्ति न तथैव कार्यमस्ति किन्तु पर चतुर्थवर्णः भवेत् चतुर्थवर्णः जलाञ्चशुन्ति भवति यथा पदम् अस्ति यदि अवसानस्थायां भवति जलाञ्चशुन्ति कार्यं करोति लङ्लकारस्य करवाणि वा भगिनि किं भगिनि भवती सरल भगिनी कर्तुमिच्छति वा भगिनि अग्रिमं भवती करोतु भगिनि तर्हि चोकृष् इति अस्ति अस्माकं धातुः चोकृष् योगः तकारः अस्ति त इति प्रत्ययः अस्ति तर्हि अधुना तु हल्न्याभ्यो शोकृष् इति हलन्तधातुः अस्ति तर्हि हल्न्याभ्युत्सुतिस्य प्रोक्तं हल् इत्यनेन तक्त इति प्रत्ययस्य लोपः भवति तर्हि अचोकृष् इति रूपं भवति अडागमः विभूत्वा तर्हि अचोकृष् इति पदान्तम् अस्ति अधुना तर्हि वृष वृष इत्यनेन अल्पप्राणशकारस्य मुद्दनिषकारादेशः भवति तदनन्तरं जलां जशोन्ते इत्यनेन शकारस्य स्थाने डकारः आगच्छति उपगन्तलघुपदस्य इत्यनेन गुणकार्यं भवति तर्हि अचो क्रोश् इति भवति तर्हि अनन्तरं किम् अस्ति अस्माकं षत्वारि अचो क्रोश् इति भवति अनन्तरं जलां जशोन्ते इत्यनेन अचो क्रोड् भवति अनन्तरं किं भवति वावसाने इत्यनेन अचो क्रोट् भवति रूपतु अनन्तरम् ईत् इति अस्ति अत्र तु अनाभ्यस्तस्य अचिप् इति सार्वधातुके इत्यनेन गुणकार्यं निषेधम् अनन्तरं केवलं वर्णमेलं किं भगिनि तृतीया किम् अशोक्रोट् इति चकारः अपि भवति वावसाने इत्यस्य तु नाभ्यस्तस्य अचिप् इति सार्वधातुके इत्यनेन गुणकार्यं निषेधं तर्हि अचोकृष् योगः ईत् इति अस्ति अचोकृषि इति केवलं वर्णमेलनं ताम् इति अस्ति अत्रापि किम् अस्ति अत्र तु जलि अस्ति तर्हि पुनः ब्रश ब्रश इत्यनेन गुणकार्यं निषेधं तर्हि अचोकृष् इति एव अस्ति अचोकृष् योगः तं वृषवृष इत्यनेन शकारस्य षत्वं भवति तर्हि अचोक्रोश् योगः तां गुणकार्यं न भवति अचोकृष् योगः तां क्षम्यतां अचोकृष् योगः तां तदनन्तरं तु ष्टुनाष्टुः इत्यनेन तकारः भवति तकारस्य अचोकृष् योगः टाम् इति भवति अनन्तरं किम् अस्ति अचोकृष्टाम् इति एव रूपम् अस्ति अनन्तरम् उहु इति अस्ति नाभ्यस्तस्य अचिप् इति अत्र तु गुणकार्यं निषिद्धम् अस्ति यद्यपि तर्हि प्रसक्तिः प्राप्तिः न भवति अचोकृष् योगः उहु अस्ति वर्णमेलनं भवति अचोकृषुः इति रूपम् अत्र समेचां गुणकार्यं भवति किम् अस्ति जुसीचे इति सूत्रेण तर्हि अचो क्रोशुः इति भवति वा पदान्तस्य जुसि अस्ति इकान्तरङ्गस्य साधु जुसीचे पदान्त पदान्तात् जुसिच इत्यस्य पश्यामि जुसिच लिङ्गस्य गुणः भवति आम् अत्र तु उपदावर्णः अस्ति क्षम्यतां भगिनि आं गुणकार्यं न भवति तर्हि अचो कृषुः इति कृषुः इति रूपम् अनन्तरं स इति प्रत्यये परे अत्र तु पुनः किम् अस्ति हल्याभ्यो दीर्घसूत्रस्य प्रोक्तं हल् इत्यनेन लोपः भवति प्रत्ययलोपि प्रत्ययलक्षणं तिष्ठति तर्हि गुणकार्यं भवति पुगन्तलघुपदस्य च इत्यनेन अचो क्रोश् भवति अचोक्रोश् योग इति पदान्तम् अस्ति अधुना पदसंज्ञा प्राप्नोति प्रत्ययस्य लोप यद्यपि लोपः भूत्वा तथापि प्रत्ययलक्षणं तिष्ठति इति कृत्वा तर्हि अधुना वृष वृष इत्यनेन पदान्तस्य तु अपि शकारस्य तालविषकारस्य शकमूर्धनि शकारादिशः भवति. तर्हि अचो क्रोष् इति भवति. पुनः किम् अस्ति अत्रापि जलां दशन्ति इत्यनेन अशो क्रोड् भवति. अनन्तरम् आवसाने अशो क्रोट् भवति. अनन्तरम् इः इति अस्ति. अत्र नाभ्यस्तस्य अचिपिति सार्वधातुके इत्यनेन गुणकार्यं निषिद्धं, केवलं वर्णमेलनं. तर्हि अचो कृषिः इति रूपं. तम् इति अस्ति. यथा पूर्वम् उक्तम् आसीत् अशो अचो कृष्टम् इति रूपम्, अचो कृष्ट इति. अनन्तरम् अम् इति अस्ति. अम् इत्यस्मिन् परे पुनः नाभ्यस्तस्य अचिपिति सार्वधातुके इत्यनेन गुणकार्यं निषिद्धम्. अचोकृष् योगः अम् केवलं वर्णमेलनं अचोकृषम् इति रूपं. व इति अस्ति. अचोकृष् योगः व इति अस्ति. व तु जलि नास्ति, पदान्तकार्यमपि नास्ति इति कृत्वा वृष वृष इति सूत्रस्य प्रसक्तिः प्राप्तिः न भवति. अन्य किमपि कार्यं नास्ति. तर्हि अचोकृष्व इति एव भवति इति मन्ये. अचोकृष्व इति रूपम् अचोकृष्ण इति ब्रह्मकार्यपरे अपि तावदेव अस्ति भगिनि. वृष्टभ्रश्च जल् जलिपरे पदान्ते च पदान्ते जलिपरे विधिलिङ्ग् केवलं वर्णमेलनं भवति. आचु गुणकार्यमपि निषिद्धं भवति. तर्हि अचो कृष्यात् अकारः नास्ति. कृष्यात् चोकृष्या चोकृष्यातां चोकृष्युः चोकृष्याः चोकृष्यातं चोकृष्यात चोकृष्यां चोकृष्याव चोकृष्यामि. यद्यपि सहस्रं वयम् अभ्यासं कुर्मः सहस्रमपि इति सम्यक् कृतवती भगिनि. धन्यवादः भगिनि. महोदया, मङ्गलवासरवर्गे जाज्वर् अत्र हलिचा इति सूत्रं न उक्तवान् भगिनि. किन्तु सर्वत्र पतति इति प्रायः निश्चयेन भवति. किमर्थमिति अन्यनिमित्तं किमपि नास्ति. रेफान्तवकारान्तधातूनाम् उपधाभूतस्य अत्र कोऽपि प्रश्न उद्घाटय अग्रिमवर्गे पृच्छतु भगिनि. पृच्छामः तर्हि सर्वेषामपि तत्र अग्रे नूतनदातु. इतोपि एकः धातुः अस्ति खलु, सरला भगिनी वदति वा लयङ्लुगन्तरूपं. चरि कृष् इति अस्ति धातु. रूपं कथं भवति? कृष् धातोः हलादे एकाच् क्रियासंहारे अनेन यङ् विधानं भवति. तदनन्तरं क्रियासमहारे इति वदति. क्रियासमभिहारे क्रियासमभिहारे रै झटिति यदा वदति भकारसि रै समभिहार भकारस्य उच्चारणं न श्रुतं नास्ति. चिन्ता भगिनि, क्षम्यतां. तदनन्तरं यङोचि अनेन यङ्लुक् भवति, संयङो अनेन द्युतं भवति, कृष् कृष् भवति, कृष् कृष् भवति सा कृष् कृष् भूत्वा. तदनन्तरं वृत्तश्च अनेन साधु वृत्तश्च इति अस्ति कार्यं भवति. वृत्तश्च अनेन त्रीणि रूपाणि आगच्छति. चरि कृष् चरिकृत् वा चरकृत् इति साधु त्रीणि रूपाणि. अत्र एकमेव रूपप्रतिपादितं परिशीलयतु. चरि कृष् तत् चरि कृष् इति यदि भवति कृष् अपि ककारस्य चोः कोः चु तथैव तिष्ठति. अत्र तु रीक् आगमः भूत्वा चरि करी भवति. तदनन्तरं चकारस्य तु चोः कुकुटिनेन भवति. चरि अस्तु करि आसीत् चरि कृष् तस्य लट्लकारे चरि कृष् योगति. अत्र किं भवति उगन्तलघुपदस्य अनेन ऋकारस्य अरागेश उरणपरनेन चरीकर्ष् योगति चरीकर्ष् इति भवति. तदनन्तरं करिकर्ष् तत् स्नाष्टुः अनेन चकारस्य टकारः भवति, सो चरीकष्टि इति भवति. इति यत्र अस्ति नाभ्यस्तचिप् इति सार्वधातुके अनेन गुणकार्यं बाधितं भवति, केवलं वर्णमेलनं भवति. चरीकृषीति इति भवति, यत्र तः अस्ति इदानीं केवलं चरी गुणबाधितं भवति. चरीकृष्योगतः श्नाष्टुः तस्य कार्यं भवति, चरीकृष्टः इति भवति. चरीकृष् अति पुनः गुणबाधितं भवति, केवलं वर्णमेलनं भवति. चरीकृषति इति भवति, यत्र सि अस्ति पुनः गुणकार्यं भवति पुगन्तलघुपदस्य अनेन चरीकर्ष् योगसि. इदानीं शकार मूर्धन्यशकारस्य परे सकारः अस्ति, सो पुनः षडोकः सि तस्य कारं भवति. सो शकार मूर्धन्यशकारस्य स्थाने ककारः आगच्छति. सो चरीकर्क योगसि इदानीम् आदेशप्रत्ययनेन सकारस्य स्थाने मूर्धन्यशकार, सो चरीकर्क्ष इति भवति. ईशि यत्र अस्ति तत्र नाभ्यस्तचिपित् अनेन गुणबाधितं, सो चरी चरीकृषीषि इति भवति. थकारस्य स्नाष्टुः गुणबाधितं गुणबाधितमस्ति, कृषि इति भवति. अस्तु, तस्य त्री अस्ति तत् प्रथमतया कुत्र भवति सी स्थाने कृतवती चरीकष्टि अन्तिमरूपं चरीकृष्ठः चरीकृषति. तत्र सि अस्ति प्रथमं गुणकार्यं चरीकष् योगसि. तदनन्तरं षडोकः सि अनेन षकारस्य स्थाने ककार, पुनः ककार इन्को अस्ति अतः आदेशप्रत्ययो सकारस्य स्थाने मुद्यन षकारसो चरीकर्षि इति भवति. यत्र ईशि अस्ति तत्र केवलं वर्णमेलनं भवति, लाभ्यस्तचिपित् अनेन गुणबाधितं, सो चरीकृषीषि इति भवति. यत्र थ अस्ति केवलं श्नाष्टुः अपि गुणकार्यं बाधितं, सो चरीकृष्ठः चरीकृष्ठ. यत्र मी अस्ति तत्र केवलं गुणकार्यं चरीकर्ष्मि चरीकृषीमि चरीकृष्वः चरीकृष्मः इति भवति. तावत्पर्यन्तं वयं कृतवन्तः भगिनि. वयम् आसत् आं समयः अपि अति तर्हि अग्रिमसप्ताहे धन्यवादः भगिनि. धन्यवादः सर्वेभ्यः गणेशचतुर्थी शुभाशया भगिनि. सर्वेभ्यः चतुर्थी शुभाशयः गौरीगणेश. भगिनि मया अपि मनसि तिष्ठति इदानीं परे परे कृतवन्तः न तदे तदैव सर्वे तिष्ठति सूत्राणि मुद्रणस्य स्थगनम्.